गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय प्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् सङ्ख्या इति गुणः एकत्वादिव्यवहारहेतुः सङ्ख्या इति तस्याः लक्षणं नवद्रव्यवृत्तिः अतः साधारणगुणः अस्ति सङ्ख्या तत्रापि एकत्वम् इति एका एव सङ्ख्या साधारणगुणः अन्येषाम् उत्पत्तिः भवति यदा अस्माकम् आकाङ्क्षा भवति अपि च एकत्वम् आरभ्य परार्धपर्यन्तं सङ्ख्या बहुविधा अस्ति अस्तु तत्र असमवायीकारणम् इत्युक्ते किम् इत्यपि अस्माभिः अधीतं यत् समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति तत् असमवायीकारणं तत्रापि द्वैविध्यम् अस्ति इति अस्माभिः पठितं यत् कार्येण सह एकस्मिन् अर्थे समवायेन स्थित्वा समवायेन कार्यं जनयति तत् प्रथमविध असमवायीकारणम् एकत्वं द्वित्वस्य कारणमस्ति एकत्वं घटे अस्ति उदाहरणार्थं तस्मिन्नेव घटे द्वित्वं जनयति एकत्वं समवायसम्बन्धेन घटे अस्ति द्वित्वमपि समवायसम्बन्धेन एव उत्पादयति इति कृत्वा एकत्वं द्वित्वं प्रति प्रथमविध असमवायीकारणं तत्र घटः समान अधिकरणमस्ति एकत्वस्य द्वित्वस्य अतः एकत्वम् इति कारणं कार्येण सह द्वित्वेन सह एकस्मिन् अर्थे घटे तिष्ठति इति कृत्वा एकत्वं प्रथमविध असमवायीकारणमस्ति तत्र द्वितीयविध असमवायीकारणमपि किञ्चिदिव अस्माभिः दृष्टम् उदाहरणार्थम् इदानीं कपाले विद्यमानरूपं घटे जायमानरूपं प्रति कारणं भवति किन्तु इदानीं कपालः कस्मिन् स्तरे तिष्ठति इति पश्यामश्चेत् क्षम्यतां कपाले विद्यमानरूपं कस्मिन् स्तरे तिष्ठति इति पश्यामश्चेत् कपाले विद्यमानरूपं कपाले तिष्ठति तस्मादुपरि घटः तिष्ठति पुनः तस्मादुपरि घटस्य रूपं तिष्ठति घटस्य रूपं प्रति घटः समवायीकारणं तेन समवायीकारणेन सह एकस्मिन् अर्थे कपाले कपालरूपं कारणं तिष्ठति इति कृत्वा कपालरूपं घटरूपं प्रति द्वितीयविध असमवायीकारणम् इति आगतम् एतत् सर्वम् अस्माभिः दृष्टं तर्हि कार्येण सह वर्तते कारणं वर्तते चेत् तद् प्रथमविध असमवायीकारणं कारणेन सह कारणं वर्तते चेत् द्वितीयविध असमवायीकारणम् अपि च एकत्वस्य द्वैविध्यमपि अस्माभिः दृष्टं नित्यवस्तुनि नित्यमस्ति एकत्वं नित्य वस्तुनः उत्पत्तिः न भवति अतः तस्मिन् विद्यमाननित्यत्वस्यापि एकत्वस्यापि उत्पत्तिः न भवति इत्यतः नित्यवस्तुनि विद्यमान एकत्वं नित्यम् अनित्यवस्तुनि विद्यमान एकत्वम् अनित्यम् अस्तु इदानीम् एकनवतिः तमपुटे स्मः तत्र सङ्ख्यालक्षणे परिष्कारः इति आरभ्य पठनीयं तत् पठित्वा तत्र काललक्षणे यथा लक्षणं निरूपितं व्यवहारशब्दं स्वीकृत्य तत्र कार्यता कारणता जनकता जन्यता इति एतत् सर्वं स्वीकृत्य उक्तं तथा अत्रापि कुर्मः अस्तु तर्हि श्रीराम महोदय, भवान् पठितुमिच्छति वा? सङ्ख्यालक्षणे परिष्कारः इति. आं पठामि महोदय. सङ्ख्यालक्षणे परिष्कारः. पुटसङ्ख्या पञ्चपञ्चाशत्. कालनिरूपणे अतीतादिव्यवहार इति व्यवहारेत्यादिरूपे अतीतत्वं प्रकारः इति चिन्तितम्. अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकरणात् एकत्वादिरूपासङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधा ग्राह्या, तथा च यावत् एकत्वद्वित्वादिरूपां सङ्ख्यां न विद्मः तावत् अन्यं बोधयितुम् अयमेकः इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः. तां च सङ्ख्यां ज्ञात्वा यदा अयम् एकः इति प्रयोगं कुर्मः तदा अपरस्य तेन ज्ञातुं ज्ञानम् उत्पद्यते. अयमेकः इति आकारकं तत्र पुरोर्वतिघटादिः विशेषविधया भासते. एकत्वं द्वित्वं वा प्रकारविधया भासते. सा च प्रकारतायाः अधिकरणे विद्यमाने एकत्वेन द्वित्वत्वेन वा अवच्छेद्यते. दीर्घमस्ति परिचयं. घटे विद्यमानप्रतियोगितायाः घटत्वेन अवच्छेदवत्. महोदय तावत् पर्याप्तं महोदय, तावत् वदतु. दीर्घमस्ति खलु, दीर्घः अस्ति परिचयः. कालनिरूपणे अतीतादिव्यवहारेत्यादिरूपे अतीतत्वं प्रकारः इति चिन्तितं. कालावसरे किं कृतवन्तः इत्युक्ते तत्र घटः अतीतः इति व्यवहारः अस्ति. तत्र ज्ञानम् उत्पादयति. घटः अतीतः इति ज्ञानम् अस्ति. तदा तत्र घटे घटे अतीतत्वम् अतीतत्वम् इति गुणः अस्ति. घटः अस्ति, अतीतत्वम् इति अस्ति. तत्र अतीतत्वे प्रकारता अस्ति. प्रकारता इति विषयतासम्बन्धज्ञानम्. घटे विशेष्यतासम्बन्ध विशेष्यता भवति. तयोः निरूपकः ज्ञानम् इति अस्ति. ताभ्यां निरूपकः ज्ञानम् इति अस्ति. हा, ताभ्यां निरूपितं ज्ञानम्. तदेव अत्र किञ्चित् उल्लेखः अस्ति. अत्र एक कालनिरूपणे अतीत्यादिव्यवहारेत्यादिरूपे अतीतत्वं प्रकारः. अतीतत्वम् इति प्रकार अतीतत्वे प्रकारः अस्ति इति अर्थः. विशेषता सम्बन्धः अत्र चिन्तितम्. अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकरणात् एकत्वादिरूपसङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या. इदानीम् एकत्वादि व्यवहारहेतुः इति सङ्ख्यायाः लक्षणम्. इदानीं तस्य ज्ञानम् अस्मत्सु भवति, तदा सङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या. सङ्ख्या एव अत्र इदानीम् एकः घटः अस्ति इति ज्ञानम् अस्ति चेत् तत्र यथा अतीतत्वं प्रकारः प्रकाररूपेण स्वीकृतं, सङ्ख्या अपि अस्मिन् एकः घटः इति व्यवहारे प्रकाररूपेण स्वीकरणीया. सत्यं, समीचीनं. सङ्ख्यायां प्रकारता अस्ति. हा, केवलं सङ्ख्यायाम् इति न, एकत्वे प्रकारता अस्ति. अत्र तु घटः एकः, एकत्वे एकः घटः इत्युक्ते तत्र एकत्वे सङ्ख्या इति प्रकारता भवति. तथाश्च यावत् एकत्वद्वित्वादिरूपां सङ्ख्यां न विघ्नः, तावत् अन्यं बोधयितुम् अयम् एकः इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः. यावत् वयं एकत्वादिरूपां सङ्ख्यां, यदा एकत्वादिरूपां सङ्ख्यां न विघ्नः वयं न जानीमः, तदा अयं ज्ञानं इदं ज्ञानं नास्ति चेत् कथं वा वयं अयम् एकः घटः इमौ द्वौ घटौ इति व्यवहारं कर्तुं शक्यते इति आचार्यः वदति पृच्छति. तस्य ज्ञानं अयम् एकः घटः इति ज्ञानं विना अत्र एकः घटः अस्ति अथवा अत्र द्वौ घटौ स्तः इति व्यवहारं कर्तुं न शक्यते. अयम् एकः घटः इति ज्ञानं विना नास्ति, एकत्वं घटे अस्ति इति ज्ञानं विना एकः घटः इति तादृशव्यवहारः न कर्तुं शक्यते. अपि च अन्यानपि बोधयितुं शक्यते, न न बोधयितुं शक्यते एकत्वस्य ज्ञानं विना. हा, तां च सङ्ख्यां ज्ञात्वा यदा अयम् एकः इति प्रयोगं कुर्मः, तदा अपरस्य तेन ज्ञातुं ज्ञानम् उत्पद्यते. अयम् एकः आकारकम् अयम् एकः इति आकारकं ज्ञानम् उत्पद्यते. तां च सङ्ख्यां ज्ञात्वा यदा एकत्वम् एकत्वस्य ज्ञानम् अस्ति चेत् अयम् एकः इति प्रयोगः अस्माभिः कर्तुं शक्यते. तदा वयं तादृशप्रयोगः कुर्मश्चेत् अन्येषाम् अपि ज्ञानं भवति इति, एकत्वस्य अथवा द्वित्वस्य अपि ज्ञानं भवति यदा वदामश्चेत्. सत्यं, सत्यं. अन्यान् अन्यान् इति वदति चेत् तत्र व्यवहारः इत्यस्य अर्थः कः? ज्ञानजनकशब्दप्रयोगः किल. शब्दप्रयोगः यदा कुर्मः अन्यान् बोधयितुमेव शब्दप्रयोगः कुर्मः. स्वस्य बोधनार्थम् अयम् एकः घटः इति एतादृशम् अस्माकं बोधनार्थं वयं स्वयमेव तादृशशब्दप्रयोगः यदा कदापि न कुर्मः. अन्यान् बोधयितुं शब्दप्रयोगः कुर्मः इति कृत्वा एव अत्र बोधयितुं शक्यते इति तादृशं लिखितमस्ति. अस्तु, तत्र पुरोवर्तिघटादिविशेष्यविधया भासते. विशेषविधया इदानीम् अत्र घटः नष्टः जातः, घटः नास्ति, तत्र घटे विशेष्यता तत्र भासते, यथा प्रकारता अतीतत्वे भासते तथा विशेष्यता घटे भासते. एकत्वं द्वित्वं वा प्रकारविधया भासते. अस्मिन् सन्दर्भे यथा सङ्ख्याविषये अस्मिन् प्रसङ्गे एकत्वं द्वित्वं वा प्रकारविधया एव भासते. सा च प्रकारता प्रकारतायाः अधिकरणे विद्यमाने एकत्वेन. महोदय, एतावत्पर्यन्तं पर्याप्तं. तत्र इदानीम् अतः इतोपि अग्रे अवच्छेदस्य विषये वार्ता अस्ति. तर्हि अन्यः कोऽपि इदानीं वदतु. अस्तु, आहत्य अत्र किमस्ति? अयम् एकः इति शब्दप्रयोगस्य तत्र एकत्वम् इति ज्ञानं विना, घटे एकत्वं वर्तते इति ज्ञानं विना अयम् एकः इति प्रयोगः, शब्दप्रयोगः न कर्तुं शक्यते इति कृत्वा एकत्वे अयं घटः अयम् एकः इत्यस्मिन् ज्ञाने, एकः घटः इत्यस्मिन् ज्ञाने प्रकारता प्रकारः कः, प्रकारता कुत्र अस्ति? एकत्वे अस्ति. एकत्वे अस्ति, विशेष्यता घटे अस्ति, अपि च संसर्गता कुत्र अस्ति महोदय? तयोः सम्बन्धः समवायसम्बन्धे. सत्यं, संसर्गः समवायसम्बन्धे अस्ति, विशेष्यता घटे अस्ति, प्रकारता एकत्वे अस्ति. एकत्वे अस्ति, समीचीनं महोदय. चेतसम्बन्धज्ञानं. हा, अस्तु, समीचीनम्. अग्रे विजया भगिनी पठति वा? सा च प्रकारता. सा च प्रकारता प्रकारतायाः अधिकरणे विद्यमानेन प्रकारतायाः अधिकरणे विद्यमानेन एकत्वत्वेन द्वित्वत्वेन वा न न समीचीनतया पठतु. द्वित्वत्वेन द्वित्वत्वेन एकत्वत्वेन एकत्वत्वं द्वित्वत्वेन वा अवच्छिद्यते. गते विद्यमानप्रतियोगितायाः गतत्वेन अवच्छेदवत् तथा च एतत् वा अवच्छिन्नप्रकारता निरूपितघटादिनिश्च विशेष्यता निरूपकज्ञाननिश्च कार्यता निरूपितकारणता कारणताश्रयशब्दत्रयोनिश्च कार्यता निरूपितकारणताश्रयः सङ्ख्या तादृशकार्यता निरूपितकारणताश्रयत्वं सङ्ख्याः लक्षणं. तत्र सङ्ख्याः लक्षणं किम् अस्ति इति तत्र दत्तमस्ति. सा च प्रकारता इत्युक्ते तत्र एकत्वं सूचयति, एकत्वत्वम् इति धर्मः सूचयति अत्र. प्रकारतायाः अपि तत्र एकत्वम् एव विशेषणविशेष्यभावेन तत्र अतित्वत्वं घटः अस्माकं पुरतः अस्ति. घटादिः एतत् सङ्ख्या इति रूपेण एकत्वं द्वित्वम् इति प्रकारविधया तत्र भाषते एव. तत्र एकत्वं तत्र विद्यमानेन किञ्चित् भवान् एव वदतु जि. न, भवती जानाति एव, किञ्चित् तत्र स्वशब्दैः वदति चेत् बोधः जायते. ज्ञाने ज्ञानं विषयतासम्बन्धेन विषये वर्तते इति वयं जानीमः. अपि च विषयता त्रिविधा भवति. प्रथमं तु विशेष्यता, द्वितीयं तु प्रकारता, तृतीयं तु संसर्गता इति. तर्हि इदानीं विशेष्यता कुत्र वर्तते? घटे वर्तते. अपि च घटे घटत्वम् अपि अस्ति इति कृत्वा घटे विद्यमानविशेष्यता घटत्वेन अवच्छिन्ना इति अस्ति किल. एवमेव एकत्वं प्रकारता कुत्र वर्तते? एकत्वे वर्तते. एकत्वे एकत्वत्वम् इति धर्मः अस्ति. समानस्तरे प्रकारता अस्ति इति कृत्वा प्रकारतायाः अवच्छेदकः भवति एकत्वत्वम्. तर्हि एकत्वे विद्यमानप्रकारता एकत्वत्वेन अवच्छिन्ना भवति इति. तादृश एकत्वं, तादृशघटः, तस्मिन् ज्ञानं वर्तते. अपि च ज्ञाने किमस्ति? कार्यता अस्ति. तत्र कारणं किं? ज्ञानस्य कारणं किं? शब्दप्रयोगः. अयमेकः घटः, एकः घटः इति शब्दप्रयोगः एव कारणं ज्ञानस्य. तर्हि कारणता शब्दप्रयोगे वर्तते. पुनः शब्दप्रयोगे कार्यता अपि अस्ति. कारणता कुत्र विद्यते? सङ्ख्यायाम् इति कृत्वा यदि घटे एकत्वम् इति सङ्ख्या अस्ति इति न जानीमः, एकः घटः इति शब्दप्रयोगं न कर्तुं शक्नुमः. एकः घटः इति शब्दप्रयोगः न कुर्मश्चेत् तत्र अन्यान् न बोधयितुं शक्यते, ज्ञानं न उत्पादयितुं शक्यते. तर्हि शब्दप्रयोगः ज्ञानस्य कारणं, सङ्ख्या शब्दप्रयोगस्य कारणम्. अपि च तद् ज्ञानं कीदृशम् अस्ति इति चेत् ज्ञानं कुत्र वर्तते? घटे विशेष्यतासम्बन्धेन वर्तते, एकत्वे प्रकारतासम्बन्धेन वर्तते इति अवगन्तव्यं. तदेव अस्ति. तर्हि तत्र परिष्कृतलक्षणवाक्यं कथमस्ति इति चेत् एकत्वत्वावच्छिन्नप्रकारतानिरूपित घटनिष्ठविशेष्यतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित कारणताश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणताश्रयः सङ्ख्या इति परिष्कृतसङ्ख्यायाः लक्षणम् अस्ति. तत्र मूलग्रन्थे किमस्ति? एकत्वादिव्यवहारहेतुः सङ्ख्या. तत्र सामान्यपदमिव उपयुक्तमस्ति, व्यवहारहेतुः. व्यवहारः इत्युक्ते किम्? ज्ञानजनकशब्दप्रयोगः. तर्हि तत्र ज्ञान शब्दप्रयोगे कार्यता अपि अस्ति, कारणता अपि अस्ति. ज्ञाने कार्यता अस्ति, सङ्ख्यायां कारणता अस्ति इति कृत्वा इतोपि एतादृशं स्पष्टतया वदामश्चेत् सङ्ख्यायाः लक्षणं समीचीनतया उक्तं भवति इत्यतः परिष्कृतः लक्षणमस्ति एतत्. अस्तु, तत्र श्रीराममहोदयस्य प्रश्नः आसीत् एकत्वम् इति किमर्थं लिखितम्, एकः इति किमर्थं न लिखितम् इति. यद् परिच्छेदं श्रीराममहोदय भवता पठितं तत्रैव किञ्चिदिव तस्मिन् विषये सूचना अस्ति. तर्हि इदानीं भवतः चिन्तनं किं? नो चेत् अन्येषां चिन्तनमस्ति वा? किमर्थम् एकत्वम् इति सङ्ख्यायाः वैविध्यं दत्तं, न तु एकः इति तादृशम्? महोदय, चिन्तितवान् अत्र अस्मिन् परिच्छेदे अवगतवान् पूर्वं यथा सुन्दरः बालकः इति वदामश्चेत् बालकः सुन्दर एव तयोः भेदः नास्ति, भेदसाधनार्थं सुन्दरत्वं बालके अस्ति इति स्वीकुर्मः, तत्र गुणः सुन्दरत्वम् इति अस्ति. अहं चिन्तितवान् एकः इति, एकः बालकः अस्ति चेत् कः एकः इति, बालकः कः बालकः सः एकः इति द्वयोः इत्यतः तत्र एकत्वम् इति गुणसूचनार्थं स्वीकृतम् इति अहं चिन्तितवान्. अस्तु, सीवा भगिनी किमपि वक्तुम् इष्टवती? क्षम्यतां महोदय, मम अपि एषः प्रश्नः आसीत्. अतः यत् श्रीराम महोदयेन उक्तं तत् किञ्चित् समीचीनं भाति, किन्तु इतोपि प्रश्नः तु अस्ति, यदि त्व नास्ति चेत् का हानिः, तत् समीचीनतया न अवगच्छामि. अस्तु, हा तदेव, तत्र यथा श्रीराममहोदयेन इदानीम् उक्तं तत्र काललक्षणं स्वीकुर्मः. अतीतादिव्यवहारहेतुः, तत्र अतीतादि इति एव दत्तम्, अतीतादिव्यवहारहेतुः कालः. तर्हि घटः अतीतः इति वाक्यं, तर्हि इदानीम् अतीतः इत्यनेन किं बोध्यम् इति चेत् घटः एव उक्तः. यथा सुन्दरः बालकः इति वदामः, तर्हि सुन्दरः कः? बालकः एव, न तु बालके विद्यमानसुन्दरता, सुन्दरत्वं, सौन्दर्यं न बोधयति सुन्दरः इति शब्दः. यद्यपि एतावत्पर्यन्तम् अस्माभिः व्याकरणे किम् अधीतं, विशेषणं विशेष्यं, विशेष्यस्य लिङ्गं लिङ्गं वचनं विभक्तिः यदस्ति तदेव विशेषणस्यापि भवेत् इति नियमम् अस्माभिः अधीतं, किन्तु वस्तुतः तद्दोषाय. किमर्थम् इत्युक्ते विशेषणं विशेष्ये भवेत्, यथा नीलरूपं घटे अस्ति. अपि च यदा एतादृशं वदामः, एकम् आदेयः, एकः आदेयः अन्यम् आधेयम्, अन्यम् अधिकरणम् इति तादृशं वदामः, तत्रैव आधार आधेयभावः अस्ति. आधार आधेयभावः यत्र अस्ति तत्रैव निरूपकनिरूप्यभावः अस्ति. निरूपकनिरूप्यभावः अस्ति चेदेव तत्र एकं स्वीकृत्य अन्यं निरूपयितुं शक्यते. तर्हि सुन्दरः बालकः इति एव वदामश्चेत् तत्र सुन्दरः इति शब्दं स्वीकृत्य बालकस्य निरूपणं न कर्तुं शक्यते. किमर्थम् इत्युक्ते सुन्दरः इत्युक्ते कः? बालकः एव. तर्हि सुन्दरः इति कीदृशपदम् इति चेत् विशेषणवाचकपदम् इति वदामः. तत् विशेषणं नास्ति, विशेषणवाचकपदम् इति किञ्चित् भिन्नरीत्या तस्य अवगमनं भवेत्. तर्हि एकः घटः इति वदामश्चेत् तत्र एकः इति वस्तुतः सङ्ख्या नास्ति. एकः इत्युक्ते कः इति चेत् घटः एव, तस्य अर्थः. एकत्वं घटे इति वदामश्चेत् इदानीम् एकत्वम् इति गुणः, नो चेत् कश्चन धर्मः घटे विद्यते. तर्हि एकत्वेन घटः विशिष्यते इति भवति. तर्हि त्व इति प्रत्ययं त्यजामश्चेत् एकः इति एव वदामश्चेत् तद् विशेषणं न सूचयति, किन्तु विशेष्यमेव सूचयति इति भेदः. अतः एव काललक्षणेपि यद्यपि तत्र अतीतादिव्यवहारहेतुः इति उक्तम्, अतीतत्वादि इति न, अतीतादि, किन्तु प्रकारता कुत्र स्वीकृतम्? अतीतत्वे स्वीकृतम्. अपि च अतीतत्वं सा च प्रकारता केन अवच्छिन्ना इति चेत् अतीतत्वत्वेन अवच्छिन्ना इति. एवमेव अत्रापि एकत्वम् इति, अत्र तु मूलग्रन्थकारः किं मूलग्रन्थकारेण किं कृतम्? एकत्वम् इति साक्षात् उक्तम् इति कृत्वा इदानीं सङ्ख्या किम् अस्ति चेत् एकत्वम् एव. एकत्वं कुत्र अस्ति? आधेयरूपेण घटे अस्ति. तर्हि इदानीम् एकत्वं विशेषणं भवति, घटः विशेष्यं भवति. तर्हि साक्षात् एकत्वे प्रकारता भवितुम् अर्हति इति बोधः. अग्रिमं तत्र इदानीम् एकनिमिषं भवति, इतोपि किञ्चित् वदामि, तदनन्तरं भवति वदतु. इदानीम् अग्रिम गुणः अस्ति परिमाणं. तत्र तस्य वैविध्यम् अणु, महत्, दीर्घं, ह्रस्वम् इति अस्ति. तत्रापि साक्षात् अणु महत् इति उक्तम् इति कृत्वा तत्र परिष्कारं करोति ग्रन्थकारः. अणुत्वम् इति एव स्वीकर्तव्यं, न तु अणुः इति. अस्तु, सीमा भगिनी वदतु. एकनिमिषं, श्रीराममहोदय, श्रीराममहोदय एकनिमिषं. महोदय, पञ्चपञ्चाशत् पुटे यत् चित्रमस्ति, अपि च अशीति पुटे यत् चित्रमस्ति, अशीति न अशीति चित्रसङ्ख्या अस्ति, द्वानवति द्विनवति पुटे यत् चित्रमस्ति, तत्र किञ्चित् भेदः अस्ति. घटे एकत्वम् अस्ति, एकत्वम् एकत्ववत्त्वम् अस्ति, किन्तु पञ्चाशत् पुटे अतितत्त्वम् एव प्रकारता अस्ति, अतः न न अत्र अहं वद बुद्धं. पञ्चपञ्चाशत्तमपुटे विद्यमानचित्रे अवच्छेदकधर्मः न उक्तः, मया स्वेन अत्र लिखितवान्, किन्तु तत्र चित्रे न दत्तं. प्रकारता कुत्र विद्यते? अतीतत्वे विद्यते. सा च प्रकारता केन अवच्छिन्ना भवति? अतीतत्वेन अवच्छिन्ना भवति. अधोभागे अस्ति, परिच्छेदे अस्ति. हा, परिच्छेदे अस्ति, तत्र अन्तिम अन्तिमपरिच्छेदे अस्ति भगिनि. तथा च आहत्य अतीतत्वावच्छिन्नप्रकारतानिरूपित इति भस् इति अस्ति. तर्हि यत्र गुणः अस्ति तत्र आधेय आधेय आधारभावः भवितव्यः, अतः एकत्वं स्वीकर्तव्यं, न तु एकः. सत्यम्. अस्तु अस्तु, धन्यवादः. अस्तु, श्रीरा महोदय. महोदय, इदानीं द्वित्वं यदा द्वौ घटौ स्तः इति वदामश्चेत्, इदानीम् एकत्वं द्वित्वस्य कारणम् असमवायिकारणम् इति अधीतं खलु महोदय? सत्यं. तदा अस्य चित्रस्य परिष्कारः कथं भवति इति संशयः अस्ति मनसि. द्वित्वम् इति भवति, एकत्वम् अपि भवति खलु घटे? हा, तर्हि पश्यतु, इदानीं ज्ञानं किम्? ज्ञानं द्वौ घटौ स्तः इति अस्ति. अस्तु, द्वौ घटौ इति ज्ञानमस्ति. तर्हि ज्ञाने विशेष्यता कुत्र अस्ति? घटे. प्रकारता कुत्र अस्ति? द्वित्वे. द्वित्वे, सत्यं, द्वित्वे प्रकारता अस्ति, घटे विशेष्यता अस्ति. तादृशशब्दप्रयोगः केनापि कृतं, मयि मम आत्मनि ज्ञानम् उत्पन्नमस्ति तत् शब्दं श्रुत्वा. द्वौ घटौ इति भवान् वदति, तत् श्रुत्वा मयि आत्मनि ज्ञानम् उत्पादितं. तस्मिन् ज्ञाने विशेष्यता कुत्र अस्ति? ज्ञानं विशेष्यता विशेष्यतासम्बन्धेन घटे वर्तते, प्रकारतासम्बन्धेन द्वित्वे वर्तते. पुनः तस्य ज्ञानस्य कारणं किं? शब्दप्रयोगः. शब्दप्रयोगस्य कारणं किं? सङ्ख्या इति तावदेव भवति. अत्र एकत्वं न भवति. इदानीम् अत्र एकत्वमपि आनेतव्यं चेत् पुनः यदा शब्दप्रयोगः इति अस्ति, तस्मात् परं तत्र एकत्वं स्थापनीयम्. शब्दप्रयोगः तस्मात् अस्तु, तस्मात् परं तादृशशब्दप्रयोगः एकत्वम् इति ज्ञानं विना न भवति इति कृत्वा शब्दप्रयोगात् परं सङ्ख्यायाः पूर्वम् एकत्वं संस्थाप्य एकत्वे कार्यता अस्ति पुनः एकत्वम् इति वक्तुं तत्र कारणता कुत्र इति तादृश पुनः शब्दप्रयोगः इति भवति. तत्र परिष्कारः भवति. किन्तु यदा कोऽपि शब्दप्रयोगः करोति शब्दप्रयोगेन एव मयि ज्ञानं लब्धं खलु द्वौ घटौ इति, तर्हि तस्मिन् ज्ञाने साक्षात् प्रकारता द्वित्वे वर्तते इति स्वीकृत्य तावदेव. किन्तु द्वित्वस्य उत्पादनं भवति. उत्पादनस्य कारणं किम्? एकत्वम् इति असमवायिकारणं. प्रथमविध एक असमवायिकारणमस्ति एकत्वम्. किन्तु अत्र व्यवहारः इति नागच्छति. यदा एकत्वेन द्वित्वस्य उत्पादनं वक्तुम् इच्छामः तदा शब्दप्रयोगः न वक्तव्यं खलु. मम मनसि आकाङ्क्षा जाता तर्हि अहं गणनं करोमि. गणनेन तत्र प्रत्येकं वस्तुनि द्वित्वम् उत्पद्यते. द्वित्वं वा त्रित्वं वा तादृशसङ्ख्या उत्पद्यते, अनित्यसङ्ख्या उत्पद्यते. तर्हि तत्र भिन्नवार्ता भवति. इत्युक्ते असमवायीकारणस्य चित्रं स्थापनीयं चेत् तत्र शब्दप्रयोगः इति न लिखामः. किन्तु एतत् सर्वम् असमवायिकारणं स्वीकृत्य एकत्वेन द्वित्वं उत्पाद्य तदनन्तरम् अन्यम् अहं बोधयामि द्वौ घटौ इति, तेन शब्दप्रयोगेण तस्मिन् ज्ञानम् उत्पादितम्. तस्मिन् ज्ञाने ये प्रकारता कुत्र विद्यते? द्वित्वे साक्षात्. तत्र एकत्वं द्वित्वम् इति तादृशं नास्ति खलु. एकत्वमपि अस्ति द्वित्वमपि अस्ति इति स्वीकर्तुं न शक्यते तत्र. किन्तु व्यवहारः न भवति खलु महोदय. इदानीं ज्ञानं किम्? व्यवहारः न भवति खलु. यदि भवान् तत्र उच्चैः वदति तत्र भवतः गणनम् इदानीम् एकं द्वे त्रीणि चत्वारि इति तादृशं यदा भवान् वदति प्रत्येकं सङ्ख्यां श्रुत्वा तस्मिन् इदानीं ज्ञानं जायते इति तादृशव्यवहारः अस्ति तर्हि इतोपि किञ्चित् वक्तव्यमस्ति. किन्तु इदानीमस्माकम् अन्तिम एतत् सर्वं मम मनसि अहं गणनं कृत्वा अहम् अन्तिमवाक्यं शब्दप्रयोगं करोमि द्वौ घटौ स्तः, तदेव भवान् शृणोति. तत् श्रुत्वा इदानीं भवतः आत्मनि ज्ञानं जातं. तर्हि स च ज्ञानं, तद् ज्ञानं प्रकारता ज्ञाने प्रकारता कुत्र अस्ति इति चेत् साक्षात् द्वित्वे अस्ति इति वक्तुं. अस्तु क्षम्यतां महोदय, क्षम्यताम्. अन्यः प्रश्नः अस्ति, रूपं द्रव्ये अस्ति, यदा वयं वदामः नीलः घटः तर्हि रूपं नीलं भवति, घटः द्रव्यं भवति. तत्र आधारः भवति न वा? यतोहि वयं न वदामः रूपत्वं घटे अस्ति, वयं वदामः रूपं घटे अस्ति. सत्यं. तर्हि तत्र अस्मिन्नेव विषये प्रायः अस्माभिः पठितं वा न वा इति न जाने, किन्तु करपत्रमेकमस्ति तत्र नीलः घटः इति भवती वदति चेत् इदानीं नीलः इत्यनेन नीलरूपं न बोध्यम्. नीलः इत्युक्ते घटः एव. इदानीं तत्र शाटिका इति तत्र सारी अस्ति किल, शाटिका इति स्वीकुर्मश्चेत् नीला शाटिका इति वक्तव्यम्. नीलं फलं, नीलम् उत्पलं, तर्हि अत्र नीलः नीला नीलम् इति लिङ्गभेदेन यदुक्तं तत् साक्षात् विशेषणवाचकपदमस्ति न तु विशेषणं यदि विशेषणत्वेन वक्तुम् इच्छामः तर्हि तत्र नीलं रूपम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा नीलम् इति एव वक्तव्यं नीलरूपं घटे अस्ति नीलः घटः इति वदामश्चेत् तत्र नीलः इत्यनेन किं बोध्यम् इति चेत् घटः एव बोध्यं यथा उन्नतः वृक्षः तर्हि उन्नतः कः वृक्षः एव साक्षात् नीलः घटः नीलः कः घटः एव साक्षात् तत्र विशेषणं नास्ति विशेषणवाचकपदमस्ति अपि च रूपत्वम् इति यदि भवता पृष्टं तत् रूपत्वम् इति जातिः रूपत्वं रूपे इति गुणे वर्तते रूपम् इति गुणे वर्तते रूपत्वं यथा एकत्वम् एकसङ्ख्यायाम् अस्ति तादृश एव न एकत्वम् एव संख्या एकत्वम् एव संख्या एकत्वे किमस्ति संख्या तर्हि इदानीं संख्यायाः जातिः संख्या जातिः इति कथं वदामः गुणसंख्यायां गुणत्वमस्ति तर्हि एकत्वे गुणत्वम् अस्ति संख्यात्वम् अपि अस्ति एकत्वे गुणत्वम् अस्ति संख्यात्वम् अपि अस्ति एकत्वत्वम् अपि अस्ति एकत्वे इति तिस्रः जातयः सन्ति एकत्वे यदा अस्माकं व्यवहारः अस्ति एकः घटः तदानीम् एकः घटः मध्ये कोऽपि भेदः नास्ति घटे एकत्वम् अस्ति सत्यम् एकः इत्युक्ते घटः एव किन्तु एकः इत्युक्ते घटः किन्तु यदा वयं वदामः नीलः घटः तदानीं घटे नीलत्वम् अस्ति इति तत्तु समीचीनम् एव किन्तु अस्माकं चित्रे रूपघटे अस्ति न तु रूपत्वम् अतः किञ्चित् भेदः अस्ति एकः घटः अस्ति चेद् वयम् एकत्वम् इति स्वीकृत्य एकत्वम् आधेयरूपेण दर्शयिष्यामः घटः आधाररूपेण दर्शयिष्यामः नीलः घटः अस्ति चेद् रूपम् आधेय अस्ति अपि घटः आधारः अस्ति तत्र रूपत्वम् इति न वदामः वयं भेदः तत्र नीलत्वं घटे अस्ति इति न वदामः नीलं घटे अस्ति इति एव वक्तव्यं नीलत्वं घटे अस्ति इति न किन्तु भेदः यतोहि नीलः घटः यदि वदामः नीलः घटः मध्ये कोऽपि भेदः न वर्तते यतोहि नीलः विशेषम् एव दर्शयति किन्तु वयं घटम् अपि च रूपं मध्ये आधार आधेयभावस्य चित्रं कुर्मः तदानीं नीलः उपरि गच्छति घटः अधः भागे आगच्छति एवमेव एकः घटः तस्य चित्रं कुर्मः अत्र एकत्वम् उपरि गच्छति घटः अधः भागे आगच्छति न तु किमर्थम् इति चेत् अत्र पश्यतु रूपस्य लक्षणं किं भगिनि रूपस्य चक्षुर्मात्र ग्रायो गुणो रूप हा अत्र पश्यतु रूपस्य लक्षणं व्यवहारं स्वीकृत्य न कृतं शब्दप्रयोगस्य तादृशव्यवहारं स्वीकृत्य लक्षणं न कृतं चक्षुर्मात्रग्राह्यो गुणः रूपम् अपि च रूपस्य वैविध्यं कथम् उक्तं नीलं रक्तं पीतम् इति साक्षात् तादृशं तस्य वैविध्यम् उक्तं किन्तु अत्र सङ्ख्यायां लक्षणे यथा काललक्षणे उक्तं तत्र व्यवहारपदं स्वीकृत्य लक्षणं कृतम् इति कृत्वा यत्र यत्र व्यवहारपदं स्वीकृतमस्ति तत्र त्वम् इति भवेत् तस्य, तर्हि अतीतत्वम् इति भवेत्, एकत्वम् इति भवेत्, पुनः तत्र परिमाणम् इति अग्रे आयास्यति किल, मानव्यवहारसाधारणं कारणं परिमाणं, तत्रापि अणुत्वं महत्त्वं, यत्र यत्र व्यवहारपदम् अस्ति लक्षणे तत्र त्वं त्वम् इति वक्तव्यं भवति, यत्र व्यवहारपदं नास्ति तत्र त्वम् इत्यस्य आवश्यकता नास्ति, साक्षात् नीलम् इति स्वीकर्तुं शक्यते. अहं चिन्तयामि महोदय, किञ्चित् नीलरूपं स्पर्शयति गुणः, तदपि किञ्चित् ग्रास् इति अस्ति, एतद् किञ्चित् शब्दप्रयोग स्वीकृत्य एकत्वम् अथवा लघुत्वम् एतादृशम् एतादृशगुणाः किञ्चित् अब्स्ट्राक्ट् अस्ति. हा इत्युक्ते एकत्वं पश्यतु, नीलरूपम् इति प्रायः तस्य इदानीं कोऽपि पश्यति, नीलः नीलम् उत्पलं मम पुरतः अस्ति, अहं पश्यामि, तस्य नाम नीलम् इति मया न ज्ञातुं शक्यते, किन्तु चक्षुषा तत्र अन्य कोऽपि न किमपि वदति चेदपि अहं द्रष्टुं शक्यते, तस्य ग्रहणमपि कर्तुं शक्यते नीलरूपस्य मम चक्षुषा, तर्हि तत्र शब्दप्रयोगस्य किमपि आवश्यकता नास्ति. किन्तु इदानीं मम पुरतः घटः अस्ति, एकः एव घटः अस्ति, तस्मिन् एकत्वम् इति अन्यान् माम् अन्यः मां यावत् न बोधयति तावत् तत्र एकत्वम् इति सङ्ख्या अस्ति इति न अवगन्तुं शक्यते येन केनापि तत्र किमिति इन्द्रियेण येन केनापि इन्द्रियेण ग्रहीतुं साक्षात् मम बोधः न भवति. यदा कोऽपि वदति मां बोधयति शब्दप्रयोगः करोति एकः घटः एकत्वम् अस्मिन् घटे अस्ति, तदा एव मम मनसि ज्ञानम् उत्पाद्यते, ज्ञानेन संस्कारः जायते, संस्कारस्य आधारेण द्वितीयवारं यदा अहं घटं पश्यामि तर्हि तत्र संस्कारेण स्मृति तत्र किञ्चिदिव सहायं कृत्वा एकः घटः अस्ति इति मया ज्ञातुं शक्यते. किन्तु प्रथमवारम् एतद् एकः घटः एकत्वं घटे विद्यते इति अन्यः यावत् न वदति तावत् मया ज्ञानमेव न प्राप्तुं शक्यते. अतः एव मम पौत्री अस्ति इदानीं मम गृहे, तस्याः अहं पाठयन्नस्मि इदानीं तत्र एकः द्वे भवती गणनं करोतु इति, तादृशम् अहं तस्याः पाठनं कुर्वन्नस्मि. तादृशपाठनस्य आवश्यकता अस्ति सङ्ख्यायां विषये. किन्तु नीलरूपं वा रक्तरूपं वा मम पाठनस्य निरपेक्षया स्वेन इन्द्रियेण चक्षुषा सा ग्रहीतुं शक्यते इति कृत्वा तत्र भेदः वर्तते. यत्र यत्र व्यवहारपदः अस्ति तत्र वैविध्ये त्वं त्वम् इति योजनीयं भवति, यत्र तादृशं नास्ति. एवमेव तत्र इदानीं रसस्य लक्षणं किम् आसीत्? रसनग्राह्यो गुणः रसः, तस्य वैविध्यं कथमासीत्? मधुर साक्षात् तत्र मधुरत्वम् इति न उक्तं, मधुर तिक्त इति तादृशमासीत् किल. यत्र इन्द्रियेण ग्रहणं भवति तत्र त्वम् इति पदं न योजयामः, किमर्थम् इत्युक्ते तत्र शब्दप्रयोगस्य आवश्यकता नास्ति. किन्तु यत्र शब्दप्रयोगः अस्ति तत्र एतादृशक्लेशः भवति, केवलं उच्चारणे नीलः घटः उन्नतः वृक्षः इत्युक्ते उन्नतः कः इति चेत् साक्षात् वृक्षः भवति, तर्हि तत्र आधारादेयभावः न द्योतते. आधारादेयभावः न वदामश्चेत् तत्र शब्दबोधः न भवति, तत्र प्रकारता अन्यस्मिन् भवेत्, ज्ञाने प्रकारता भवेत्, विशेषता भवेत् इति कृत्वा तत्र त्वप्रत्ययं योजयित्वा वक्तव्यम् इति नियमः अस्ति. इतोपि प्रश्नः अस्ति वा भगिनि? धन्यवादः महोदय. न न समीचीनचिन्तनमस्ति. सर्वेषाम् इदानीं ममापि स्पष्टतया ज्ञानं जातं किमर्थम् एतादृशप्रयोगः कृतः इति. यत्र यत्र व्यवहारपदमस्ति तत्र सर्वत्र तादृशपदार्थस्य वैविध्यं यथा बोधयामः तत्र त्व इति पदं योजनीयं भवति. अस्तु, अग्रे विजी भगिनी पठति वा इत्थमेव. महोदय, इत्थमेव च तत्र तत्र योग्यं प्रकारं प्रकारता अवचेतकं च प्रवेश्य व्यवहारपदघटितानि लक्षणानि परिकर्तुं यतितव्यं. वयमपि तान् प्रकारान् तत्र तत्र दर्शयिष्यामः. यत्र वयं प्रकारत्वं विशेषता इति प्रयुज्य कालनिरूपणं निरूपणवत् संख्या लक्षणमपि उच्यते. तथैव यत्र यो प्रकारता योग्यम् अस्ति तत्र प्रकारता अवचेतकम् इति पदम् उपयुज्य लक्षणवाक्यं करणीयं. साधारणवाक्यं ग्रन्थे दत्तं. वयं प्रकारता इति उपयुज्य लक्षणवाक्यम् अस्माभिः कृतं. न न, अत्र योग्यं प्रकारकं योग्यं प्रकारम् इति लिखितमस्ति किल. आम्, तस्य अवगमनं किम् इति, भवत्याः अवगमनं किम् इति वदति वा? योग्यं प्रकारं विशेष्य प्रकारता इति विशेष्यत्वं किल महोदय? अत्र किमर्थं योग्यम् इति पदं प्रयुक्तं? तत्तु वयं जानीमः, प्रत्येकं ज्ञाने विशेषता अस्ति, तत् त्रैविध्यम् अस्ति, तस्य त्रैविध्यम् अस्ति, विशेष्यता, प्रकारता, संसर्गता, एतत् सर्वं वयं जानीमः. किन्तु अत्र योग्यम् इति पदं किमर्थं प्रयुक्तं? तत्र योग्यं प्रकारम् अस्मिन्नेव विषये इदानीं दीर्घा चर्चा जाता अस्माभिः. गुण एकत्वं प्रकारता अवचेतकं च प्रवेश्य व्यवहार यत्र यत्र अत्र अत्र वाक्यं पठति चेत् किमपि न बुध्यते. योग्यम् इति इत्यस्मिन् विषये चिन्तयतु, केवलं तत् पदं योग्यं प्रकारकं प्रकारं योग्यं प्रकारम् इति किमर्थं लिखितम् अत्र? योग्यं प्रकारं कालस्य लक्षणं किं भगिनि? विजी भगिनि, अहं किञ्चित् साहाय्यं करोमि. कालस्य लक्षणं किम्? कालस्य सामान्यलक्षणं मूलग्रन्थे किम् उक्तम्? कालस्य अतीतादिव्यवहारहेतुः कालः इति उक्तं. तत्र अतीतादि अतीत आदि, इदानीम् आदिपदं त्यजामः, अतीत इति एव स्वीकुर्मः. किन्तु इदानीं प्रकार अतीतः अतीत इति पदं प्रकाररूपेण भवितुम् अर्हति. अतीत इति योग्यं प्रकारं वा? आम्, नास्ति खलु. प्रकारता कुत्र विद्यते? अतीतत्वे विद्यते. अतीतत्वे न तु अतीते. अतीतत्वे यद्यपि लक्षणवाक्ये अतीत इति एव पदं प्रयोजितं प्रयुक्तमस्ति, तथापि लक्षणवाक्यं यदा वदामः तत्र अतीतत्वे प्रकारता इति स्वीकृतम्. तर्हि अतीतत्वम् एव योग्यं प्रकारं न तु अतीतम् इति इति परिष्कृतं. तदेव इत्थमेव च अत्रापि एकतत्वम् इति सङ्ख्या अत्र तु एकत्वम् इत्येव अस्ति, अत्र समीचीनतया दत्तं मूले एव सङ्ख्यायाः लक्षणे एकत्वादिव्यवहारहेतुः इति दत्तम्. सङ्ख्यायाः लक्षणे एकत्वादि इति दत्तं, किन्तु काललक्षणे अतीतत्वादि इति न दत्तम्, अतीतादि इति एव दत्तम्. तर्हि तत्र किञ्चित् परिष्कारः कर्तव्यः. किमर्थम् इत्युक्ते अतीतः इत्युक्ते घटः एव, न तु घटे विद्यमान कश्चन धर्मः. अतः एव अत्र वदति तत्र तत्र योग्यं प्रकारम्. अत्र तु योग्यं प्रकारमस्ति इत्युक्ते एकत्वम् इति योग्यं प्रकारकं प्रकारं, तस्मिन् एकत्वत्वं प्रकारता अवच्छेदकं किं भवति? एकत्वत्वम्. अतीतत्वम् इति प्रकारः अस्ति चेत् अतीतत्वत्वे प्रकार तत्र अवच्छेदकः अवच्छेदकः भवति इति अत्र उक्तमस्ति. प्रवेश्य व्यवहारपदघटितानि लक्षणानि परिष्कर्तुं यतितव्यम् अस्माभिः यतितव्यम् इति अत्र लिखितम्. तर्हि यत्र यत्र व्यवहारः इति पदं दृश्यते लक्षणवाक्ये, बहुषु लक्षणवाक्येषु व्यवहारघटितलक्षणवाक्यम् एव अस्ति. तत्र कालस्य अपि च सङ्ख्यायाः अग्रे परिमाणस्य सर्वत्र तत्र व्यवहारः इति पदं लक्षणवाक्ये घटितमस्ति. तत्र सर्वत्र योग्यं प्रकारम् उक्तं वा इति द्रष्टव्यम्. नास्ति चेत् तस्य किञ्चिदिव परिष्कारं कृत्वा परिष्कर्तुं यतितव्यम् इत्युक्ते परिष्कारं करणीयं. वयमपि किञ्चित् तान् प्रकारान् तत्र तत्र दर्शयिष्यामः. वयम् विद्याधरीकृतकारः तत्र अहमपि प्रयत्नं करोमि. यदि अहं विस्मरामि भवन्तः एतद् मनसि स्थापयन्तु इति महान् चिन्तनमस्ति अत्र. श्रीराममहोदयेन यः प्रश्नः कृतः समीचीनप्रश्नः, किमर्थम् एकत्वम् इति उक्तं न तु एकः इत्यस्य उत्तरम् अत्रैव अस्ति, वैशिष्ट्यम् अत्रैव अस्ति. अस्तु अग्रे पठतु भगिनि. मानव्यवहार असाधारणं कारणं परिमाणं नवद्रव्यवृत्ति तच्च तत् चतुर्विधं अणु महत् दीर्घं ह्रस्वं च इति. किञ्चित् वदतु इदानीं. मानव्यवहार असाधारणं कारणं परिमाणस्य लक्षणं. परिमाणम् इति कीदृशपदार्थः? कीदृश परिमाणं? गुणः. सत्यं, षष्ठमगुणः रूपरसगन्धस्पर्श संख्या परिमाण इति षष्ठम गुणं प्रति अस्माभिः आगतं. परिमाणम् इति षष्ठमगुणः. अत्र परिमाणम् इति कथं प्रयोगं कुर्मः चेत् मानव्यवहार असाधारण किञ्चित् पदार्थं मानं कुर्मः चेत् परिमाणम् इति शब्दं प्रयुक्तं भवति. न तदर्थं नास्ति, समीचीनतया वदतु. वयं जानीमः व्यवहारः इत्युक्ते किम्? ज्ञानजनकशब्दप्रयोगम्. तर्हि एतस्य घटस्य मानमस्ति 1 लिटर् इति अहं वदामि चेत् तादृशव्यवहारस्य भवती मां पृच्छति अस्य घटस्य मानं किम् इति, अहं वदामि 1 लिटर् इति. तर्हि इदानीं यदा मया शब्दप्रयोगः कृतः 1 लिटर् इति, भवत्याः मनसि आत्मनि ज्ञानम् उत्पादितमस्ति. तादृशज्ञानस्य मम शब्दप्रयोगः एव कारणम्. मम शब्दप्रयोगस्य कारणं किं परिमाणम्? व्यवहारहेतु इति न दत्तं किल महोदय, किमर्थम् असाधारणं कारणं? तद् तद् अग्रे आयास्यति. तर्हि इदानीम् अस्मिन् लक्षणवाक्ये असाधारणं कारणम् इति नूतनपदं योजितं. तर्हि कारणं द्वैविध्यं भवति, एकं तु साधारणकारणम्, अन्यस्तु असाधारणकारणं. तर्हि साधारणकारणं किम्, असाधारणकारणं किं, तस्य लक्षणं किम् इति एतत् सर्वम् अवगन्तव्यं. किन्तु हेतुः इत्यस्मिन् स्थाने कारणमुक्त्युक्तं खलु, कारणमेव. मानम् इति शब्दप्रयोग, शब्दप्रयोग परिमाणस्य कारणं. न न समीचीनतया वदतु, मानम् इति शब्दप्रयोगस्य परिमाणम् इति कारणं. हा, मानम् इति शब्दप्रयोगं यदा कुर्मः तस्य कारणमस्ति परिमाणं. परिमाणस्य कारणं मानव्यवहारः नास्ति. नास्ति, आम्. अस्तु, अग्रे नवद्रव्यवृत्ति. नवद्रव्यवृत्तिः परिमाणं तत् चतुर्विधं. नवद्रव्यवृत्ति इत्युक्ते किं वदतु? नव परिमाणमिति नवद्रव्ये वर्तते. द्रव्यगुणकर्मसामवायसमवायविशेष. किमर्थम् एतत् सर्वं वदति? नवद्रव्यवृत्ति इति उक्तं किल. नवद्रव्य, नवद्रव्याणि कानि? पृथ्वी. पृथ्वी अप्प भवति सप्तपदार्थान् वदन्ती अस्ति. पृथ्वी अप् तेजस् वायु आकाशः कालतिक् मनसि आत्मनि इति सर्वं परिमाणं. परिमाणम् अस्ति. तर्हि परिमाणं विना एकमपि द्रव्यं नास्ति, अपि च नवद्रव्यवृत्ति इति एव वक्तव्यं. वृत्तिः नास्ति. किमर्थम् इत्युक्ते परिमाणमिति नपुंसकलिङ्गे अस्ति, अतः नवद्रव्यवृत्ति. नवद्रव्यवृत्ति इति परिमाणस्य विशेषणमस्ति. नवद्रव्यवृत्ति, वृत्तिः इति नास्ति. अस्तु, तच्चतुर्विधं. परिमाणं चतुर्विधम्: अणु, महत्, दीर्घं, ह्रस्वम् इति चतुर्विधपरिमाणम्. हा, किन्तु इदानीं भवती किं चिन्तयति? अणु, महत्, दीर्घं, ह्रस्वम् इति योग्यं प्रकारं वा, नो चेत् परिष्कारं कर्तव्यं वा? परिष्कारं कर्तव्यं. कथं वक्तव्यं तर्हि? तत्र अणु, महत्, दीर्घं, ह्रस्वम् अस्यैव परिष्कारं करोतु. अणुत्वं. हा, समीचीनं. दीर्घत्वं, ह्रस्वत्वम् इति परिष्कारं करणीयम्. इति परिष्कारः करणीयः. अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वं, तत्रैव ते एते एव योग्यं प्रकारं भवितुम् अर्हति, न तु अणु, महत्, दीर्घं, ह्रस्वम् इति. अणु इति वदामश्चेत् द्रव्यमेव बोधयति तत्, न तु तस्मिन् विद्यमान परिमाणम्. अस्माकं लक्ष्यं तु परिमाणम्. तर्हि अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वम्. अस्तु, समीचीनं, धन्यवादः. समीचीनं नास्ति, धन्यवादः. न न, समीचीनमेव. अस्तु, अग्रे सीमा भगिनी पठति वा? आं महोदय. क्रमप्राप्तं परिमाणं लक्षयति मानव्यवहार इति. इह अयं दीर्घः, अयं लघुः इत्यादि रूपः परिमाणविषयव्यवहारः ग्राह्यः. तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविशेष्यकं लघुत्वप्रकारकं ज्ञानम् उत्पद्यते. तत्र प्रकारता लघुत्वत्वावच्छिन्ना, तथा च लघुत्वत्वावच्छिन्न लघुत्वनिश्च प्रकारतानिरूपितघटनिश्च विशेषतानिरूपकज्ञाननिश्च जन्यतानिरूपितजनकताश्रयशब्दप्रयोगनिश्च कार्यतानिरूपित कारणताश्रयत्वं परिमाणस्य लक्षणम्. अत्र अस्माकं व्यवहारः भवति अयं दीर्घः अयं लघुः. यः व्यवहारः परिमाणविषयकव्यवहारः. अत्र व्यवहारेण घटादि विशेष्यम् अस्ति, अपि च तस्मिन् लघुत्वादिप्रकारता अस्ति इति ज्ञानम् उत्पद्यते, यथा सङ्ख्याप्रकरणे अस्माभिः दृष्टम्. अत्र लघुत्वप्रकारमस्ति घटे, तत्र प्रकारे प्रकारता अस्ति इति कृत्वा लघुत्वे लघुत्ववत्त्वम् अस्ति. अतः लघुत्वं लघुत्ववच्छिन्ना प्रकारता, क्षम्यतां, लघुत्वे लघुत्वावच्छिन्ना प्रकारता अस्ति. समीचीनम्. अत्र दीर्घवाक्येन यत् उक्तं तत् प्रथमं तु परिमाणस्य लक्षणमस्ति. परिमाणं कारणमस्ति. कारणमस्ति कस्य? शब्दप्रयोगस्य कारणमस्ति. अतः शब्दप्रयोगः प्रयोगे कार्यता अस्ति, परिमाणे कारणता अस्ति. सः शब्दप्रयोगः तस्मिन् अपि कारणता अस्ति. कस्मिन् प्रति? ज्ञानं प्रति. अतः अपि च स च ज्ञानं घटनिष्ठ विशेषता अस्ति चेदपि च लघुत्वत्वावच्छिन्न लघुत्वनिष्ठप्रकारता अस्ति चेत् तस्य ज्ञानस्य उत्पत्तिः अस्ति. अतः पूर्णं लक्षणमस्ति लघुत्वावच्छिन्नलघुत्वनिष्ठप्रकारता घटे अस्ति. प्रकारता किं निरूपयति इति चेत् घटनिष्ठ न क्षम्यतां विपरीतरीत्या न न न समीचीनमेव, क्षम्यतां, पुनः वदामि. लघुत्वावच्छिन्नलघुत्वनिष्ठप्रकारता किं निरूपयति इति चेत् विशेषता निरूपयति. सा च विशेषता घटनिष्ठ अस्ति. तया विशेषतया ज्ञानं. न भगिनी, किमर्थं तत्र विशेषप्रकारता विशेष्यता निरूपयति इति न वक्तव्यं खलु? विशेष प्रकारता ज्ञानं निरूपयति, विशेष्यता अपि ज्ञानं निरूपयति. किमर्थम् इत्युक्ते ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते, ज्ञानं प्रकारतासम्बन्धेन लघुत्वे वर्तते इति कृत्वा इदानीं विपरीत अस्माकं लक्ष्यं तु परिमाणम् इति कृत्वा विपरीतदिशि गच्छेम. सत्यं, लघुः घटः वदामश्चेत् तत्र लघुत्वम् अपि च घटः द्वयमपि आवश्यकं ज्ञानस्य कृते. अतः प्रकारता अपि विशेषता ज्ञानस्य निरूपकद्वयं भवति. निरूपकौ स्तः. सत्यं महोदय, क्षम्यताम्. अत्र लघुत्वावच्छिन्न लघुत्वनिष्ठप्रकारता निरूपितज्ञानम् अपि च घटनिष्ठविशेषता निरूपितज्ञानं तच्च ज्ञानं तस्मिन् जन्यता अस्ति. अतः ज्ञाननिष्ठजन्यता जन्यतानिरूपित जनकता शब्दप्रयोगे अस्ति. शब्दप्रयोगः इदानीं कार्यं भवति परिमाणस्य कृते. शब्दप्रयोगे शब्दप्रयोगनिष्ठकार्यता कारणता निरूपयति, सा च कारणता परिमाणे अस्ति. अतः शब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयत्वं परिमाणे अस्ति. महोदय, अत्र भ्रमः जातः, यतोहि एकस्मिन् पक्षे निरूपित लघुत्वनिष्ठप्रकारता निरूपित अस्ति, अपि च अन्यस्मिन् पक्षे विशेषता निरूपक अस्ति. निरूपित न भवितव्यं तत्र? तदपि भवितुमर्हति. ह्यः तस्मिन् विषये किञ्चिदिव अन्यस्मिन् वर्गे मया चिन्तितं. निरूपकः इति पदेन येन निरूपणं भवति सः निरूपकः, यस्य निरूपणं भवति सः निरूप्यः, निरूपणम् एव निरूपितम् इति. निरूपितम् इति तान्तप्रतिरूपं खलु, तर्हि क्रियां बोधयति. तर्हि यदा कदा मम मनसि अपि बहुवारम् एतत् प्रश्नः आसीत्, किन्तु यदा ह्यः तत्र किञ्चिदिव मया वदन् आसीत् तत्र मम बोधः जातः. निरूपित इति तान्तप्रत्ययः, तान्तप्रत्ययं पठितः इत्युक्ते कः? तत्र कर्तारं न बोधयति खलु, साक्षात् कर्म क्रियां बोधयति. सत्यम् इति कृत्वा निरूपित इति क्रियापदं, क्रियावाचकपदमस्ति. निरूपकः इति कर्ता अस्ति, निरूप्य इति अपि कर्ता अस्ति, किन्तु एकः येन निरूपणं भवति सः निरूपकः, यस्य निरूपणं भवति सः निरूप्यः इति. सत्यं किन्तु तस्मादुपरि इदं निरूपिता इति पदम् अस्ति, मध्ये मध्ये एतादृशं वदति. अन्यत्र पश्यामश्चेत् लघुत्वावच्छिन्न लघुत्वनिष्ठप्रकारता निरूपक निरूपित इत्यस्मिन् स्थाने निरूपक इति वदामश्चेदपि दोषः नास्ति. अस्तु, समीचीनं. तर्हि शिवराममहोदय अग्रे पठति वा? अस्य विभागमः न अस्य विभागमः अणु महत् दीर्घं ह्रस्वं च इति तत्रेदं वक्तव्यं. पृथ्वी निरूपणे गन्धवती का इति प्रश्ने पृथ्वी इति समाधानम्. पृथ्वी कीदृशी इति पृष्ठे गन्धवती इति समाधानम्. अतः गन्धवती इति शब्दः पृथ्वीमेव ब्रूते, तस्मात् पृथ्वीवृत्तिधर्मबोधनाय गन्धवत्वं पृथिवीलक्षणम् इति वाच्यम् इति उक्तम्. पर्याप्तं महोदय? हरि ओम्. अस्य विभागम् आह अणु महद्दीर्घं ह्रस्वं चेति च इति तत्र लक्षण. पृथ्वी निरूपणे गन्धवती का इति प्रश्ने पृथ्वी इति गन्धवती पृथ्वी इति पृथ्वी निरूपणे उक्तमासीत्. तत्पद्धत्या एव अत्र परिमाणं अणु महद् दीर्घं ह्रस्वं च इति पृथ्वी कीदृशी इति पृष्ठे गन्धवती इति समाधानं. तत्पद्धत्या एव अत्र परिमाणं कीदृशम् इति प्रश्नः उदेति चेत् तत्र अणु महद् दीर्घं ह्रस्वं इति तस्य लक्षणम्. तर्हि अत्र यद् अस्माभिः दृष्टं तत्र व्याकरणविषये एव उक्तं खलु गन्धवती इत्युक्ते किं पृथिवी एव गन्धवती तर्हि पृथिव्यां विद्यमानविशेषणं कोऽपि धर्मः वक्तव्यः चेत् तत्र गन्धवत्वम् इति वक्तव्यं भवति गन्धवत्वमेव पृथिव्याः लक्षणम् अग्रेपि पठतु महोदय तद्वदेव तद्वदेव महत् आकाशं दीर्घं क्षेत्रम् इति व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाणवतां भवेत् अतः इह अपि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः तथा च अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति चतुर्विधं परिमाणं मूलोक्तं बोध्यम् तद्वत् एव महत् आकाशं दीर्घं क्षेत्रम् इति व्यवहारात् अणुमहदादिविभागः मूल उक्तः न परिमाणस्य किञ्चित् भवान् एव विवरणं करोतु न अत्र केवलम् एकमेव वदामि महोदय मूलोक्तः इत्युक्ते मूलग्रन्थे तर्कसङ्ग्रहे तत् परिमाणस्य न किन्तु तादृशपरिमाणवतां भवेत् इदानीं भवता वक्तुं शक्यते भवानेव प्रतिपादय किन्तु तादृशपरिमाणवतां भवेत् महत् आकाशं दीर्घं क्षेत्रमिति व्यवहारात् अणुमहदादि विभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाणवतां भवेत् अतः इह अपि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः न अवगतं महोदय महत् आकाशम् इति वाक्यम् इदानीं महत् इत्यनेन किं बोध्यम् आकाशस्य परिमाणं बोध्यं वा नो चेत् आकाशः एव बोध्यः वा आकाशस्य परिमाणं तत्र बोध्यम् न किन्तु महत् इति उक्तम् इति कृत्वा यथा गन्धवती पृथिवी इति वदामश्चेत् उन्नतः वृक्षः इति वदामश्चेत् उन्नतः कः विशेषणमस्ति विशेषणं किन्तु उन्नतः कः वृक्षः साक्षात् वृक्षः एव खलु आमां तर्हि महत् शब्दः आकाशे एव उक्तः न तु वृक्षे विद्यमान औन्नत्यम् औन्नत्यम् इति विशेषणमस्ति उन्नतः इत्युक्ते वृक्षः एव यद्यपि आकाशः एव उक्तः सत्यं महत् इत्यनेन आकाशः एव उक्तः दीर्घं क्षेत्रम् इत्युक्ते दीर्घम् इत्युक्ते किं क्षेत्रमेव न तु क्षेत्रस्य परिमाणं तर्हि परिमाणं वक्तव्यं चेत् कथं वक्तव्यं दीर्घत्वं क्षेत्रे वर्तते इति वक्तव्यं तत्र सर्वत्र आधाराधेयभावः वक्तव्यः तेनैव निरूप्यनिरूपकभावः सिद्ध्यति इति कृत्वा दीर्घत्वं क्षेत्रे वर्तते गन्धवत्वं पृथिव्यां वर्तते महत्त्वम् आकाशे वर्तते इति तर्हि तत्र तत्र त्वप्रत्ययस्य योजनेन इदानीं परिमाणस्य वैविध्यं जातम् अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति चतुर्विधपरिमाणं मूलोक्तं बोध्यं तत्पद्धत्या एव अत्र अणुत्वं परिमाण महत्त्वं दीर्घत्वं तथा ह्रस्वत्वम् तर्हि अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् एव योग्यं प्रकारं भवति योग्यं प्रकारं किम् अणुत्वम् अणुत्वे इदानीं तर्हि दीर्घं क्षेत्रम् इति वदामश्चेत् दीर्घत्वम् एव योग्यं प्रकारं दीर्घत्वे प्रकारता सा च प्रकारता केन अवच्छिन्ना दीर्घत्वेन अवच्छिन्ना भवति इति आगच्छति तत्र भाववाचकप्रत्ययः त्वम् एव खलु जि आम् सत्यं सत्यं भावः इत्युक्ते धर्मः धर्मधर्मीभावः अतः अणौ विद्यमान धर्मः अणुत्वम्, अत्र तु जाति नास्ति, अणुत्वम् इति. तर्हि अणुत्वम् एव परिमाणं भवितुमर्हति, न तु अणुः. अणुः इति वदामश्चेत् साक्षात् द्रव्यमेव बोध्यं भवति तत्र, न तु तस्मिन् विद्यमानधर्मः. अस्तु, समीचीनम्, अग्रे गच्छेम. तर्हि श्रीराममहोदय अग्रिमपरिच्छेदं पठति वा? परिमाणस्य श्रीराम भगिनी, श्रीराममहोदय भगिनी. अस्तु अस्तु जि. परिमाणस्य विभागान्तरं कार्यकारणभाववर्णनाय अन्योपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः, स च अनुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति. तत्र परमाणुपरिमाणं परमाणुज्वणुकयोः मध्यमपरिमाणं जन्ये द्रव्ये घटादौ, परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयं. तत्रापि आद्यान्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्. तावत् वदतु महोदय. अस्तु, परिमाणविषये अस्ति इदानीं चर्चा. कार्यकारणभाववर्णनाय, कार्यकारणभावाय अन्योपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः. किमर्थं तत्र कार्यकारणभाववर्णनाय अन्योपि परिमाणस्य विभागः न्यायशास्त्रे, स च अनुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम्. परिमाणं त्रिविधम् अस्ति, अनुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति. तत्र परमाणुपरिमाणं परमाणुध्वनित्वयोः, परमाणुपरिमाणं परमाणु अपि च ध्वनि, परमाणौ अपि च ध्वनुके भवति परिमाणं, ध्वनुकं धनुकस्य अपि च परमाणोः परिमाणम् अस्ति परमाणुपरिमाणं. मध्यमपरिमाणं जन्ये द्रव्ये घटादौ. इदानीं जन्यानां परिमाणं भवति मध्यमपरिमाणं, परममहत् परिमाणं परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयम्. आकाशादिद्रव्ये इत्युक्ते तत्र आकाश कालदिगात्म मनः परिमाणं किं महोदय? अनुपरिमाणम् अस्ति. तर्हि अत्र किञ्चित् इतोपि स्पष्टतया वक्तव्यम्, आकाशादि इति न वक्तव्यम् आसीत्. किमिति भगिनि, विजया भगिनि? मनः तत्र परमपरिमाणम् इति चेत् एव आगच्छति खलु जि? आमां, परमाणुपरिमाणम् एव मनसः. आं जि, परमपरिमाणम् आकाशे द्रव्येषु नीय, यथा आकाश कालजिक् आत्मा, एतेषु द्रव्येषु परममहत्परिमाणम् इति अस्ति. एतेषां द्रव्याणां परिमाणमस्ति परममहत्परिमाणम्. तत्रापि आद्यन्तमयोः क्वापि परिमाणं प्रति न कारणत्वम्. आद्यन्तमयोः क्वापि परिमाणं प्रति न कारणत्वम्. अत्र आद्यन्तिक आकाश आत्मा वा भगिनि? न न न न परमाणु अतीव परमवत् परम परमाणुपरिमाणं अणुपरिमाणम् अत्र त्रिविधः उक्तः खलु अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति परममहत्परिमाणम् अपि च अणुपरिमाणम् अणुपरिमाणस्य अपि च परममहत्परं परिमाणस्य कारणत्वं नास्ति इति न न तादृशं नास्ति पुनः एकवारं पठतु किञ्चित् आद्यन्तमयोः क्वापि परिमाणं प्रति कारणत्वं नास्ति तर्हि कारणत्वं कुत्र नास्ति आद्यन्तमयोः क्वापि आदित्यमयोः तत्र षष्टि वा सप्तमी वा महोदय सप्तमी वा ओ आं षष्टिः आदि अन्तिमयोः न कारणत्वं तर्हि कारणत्वं कुत्र न विद्यते अणुपरिमाणौ कारणत्वं न विद्यते परममहत्परिमाणं परिमाणे अणुपरिमाणे कारणत्वं न विद्यते परममहत्परिमाणे कारणत्वं न विद्यते इत्युक्ते किम् अस्ति तत्र आदि अन्तिमयोः किं सूचयति तत्र आदि इत्यनेन अरूपाणम् अणुपरिमाणं सूचितम् अन्तिमम् इत्यनेन परममहत्परिमाणं सूचितम् अणुपरिमाणे परममहत्परिमाणे कारणत्वं नास्ति महोदय अत्र परमाणु अपि च आकाशयोः न स्वीकर्तव्यं न अग्रे आयास्यति अत्र तु आदि अन्तिमयोः इत्युक्ते अणुपरिमाणे अपि च परममहत्परिमाणे कारणत्वं नास्ति इति आगच्छति किमर्थम् एतादृशं चिन्तनम् इति चेत् इदानीं त्रेणुकम् इति स्वीकुर्मः वयं जानीमः परमाणुषु परिमाणमस्ति परममहत् परमाणुपरिमाणं तस्य कारणं न भवति किमर्थम् इत्युक्ते श्रीराम महोदय वदतु किमर्थं परमाणूनां परिमाणस्य कारणं भवति वा न वा न भवति किमर्थम् किमर्थं परमाणु नित्यः नित्यत्वात् नित्यत्वात् तेषाम् उत्पत्तिः न भवति खलु परममहत्परिमाणवन्तः आकाशादयः तेषु विद्यमानपरिमाणस्य परममहत्परिमाणस्य कारणं भवति वा परममहत् तदपि न भवति कारणं नास्ति किमर्थं ते नित्याः विभुः नित्यत्वात् तर्हि किन्तु अस्मिन् वाक्ये तद् विवक्षा नास्ति तेषां कारणं नास्ति इति न उक्तं ते अन्येषां कारणं न भवन्ति इति उक्तं तर्हि किमर्थं तादृशम् उक्तम् इति अवगन्तव्यमस्ति अस्मिन् विषये महोदयेन एकं करपत्रं निर्मितमस्ति अग्रिमवर्गे तत् पठिष्यामः अस्तु एतावत्पर्यन्तं प्रश्नः अस्ति वा समयः जातः अत्र स्थगयामः महोदय एकः प्रश्नः अस्ति एकनिमिषम् आगमनार्थमेव तत्र नवशीतितमेपुटे महोदय, नवशीतितमेपुटे नवशीति एकः प्रश्नः, अणुपरिमाणं परममहत् परिमाणं द्वयोः मध्ये कारणत्वं नास्ति इति एव करपत्रं प्रेषयिष्यामि वा? अग्रिमवर्गे तत् करपत्रं पठेम, तस्मिन् विषये एकं करपत्रं निर्मितमस्ति, किमर्थं तेषु तयोः कारणत्वं नास्ति इत्यस्मिन् विषये करपत्रं निर्मितमस्ति, तस्मिन् विषये पठिष्यामः. अस्तु, शुभदिनं, धन्यवादः. अस्तु अस्तु, समीचीनं. यैः गन्तव्यं ते गच्छन्तु. धन्यवादः महोदय. अस्तु, प्रथमपरिच्छेदे उपरि यः परिच्छेदः अस्ति तत्र द्वितीयं वाक्यम् एवं सति द्रव्य उत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्या वक्तुं, तथात्वे द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं गुण उत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्, ज्ञास्यास्तर्हि तत् गुणान् प्रति कारणमिति किञ्चित् जाटनीयम् अस्ति महोदय, अवगमनं कथं वाक्यस्य छेदनं करणीयम् इति. तत्र तथैव द्रव्येषु गुणानां च युगपत् उत्पत्त्या द्रव्येषु एतादृशम् अवगच्छतु, यदि द्रव्यस्य अपि च तस्मिन् विद्यमानगुणानां युगपत् इत्युक्ते मिलित्वा उत्पत्तिः भवति चेत्, यदि उत्पत्तिः भवति तर्हि गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्. द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न भवति. तस्य पदस्य अर्थः कं महोदय, गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्. वृत्ति इत्युक्ते वृत्ति इति नपुंसकलिङ्गे पदं प्रयुक्तं, तर्हि गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति इति द्रव्यम् इत्यस्य विशेषणमस्ति. द्रव्यं तादृशं न वक्तुं शक्नुमः, एतादृशविशेषणं द्रव्यस्य न कर्तुं शक्नुमः. गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति इति द्रव्यं न वक्तुं शक्नुमः. किमर्थं? युगपत् तेषाम् उत्पत्तिः जातः खलु इति कृत्वा. अस्य तदा यदा नित्यद्रव्यं तत्र सामान्यगुणम् एतस्ति, तद् घटं घटस्य उत्पत्ति अनन्तरम् एव भवति खलु महोदय? सत्यम्. अनन्तरक्षणे तदा अस्य वाक्यस्य अर्थः कः? द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्. गुणोत्पत्तिक्षणस्य पूर्वं द्रव्यं पूर्वस्मिन् क्षणे द्रव्यं न स्यात् इति अर्थः वा? न न न, अत्र पश्यतु, तस्मात् पूर्वं किं लिखितमस्ति? द्रव्यस्य गुणानां च युगपत् उत्पत्त्या यदि तादृशं स्वीकुर्मः, एकस्मिन्नेव क्षणे द्रव्यं घटः तस्मिन् विद्यमानसामान्यगुणाः रूपादयः ते सर्वे तस्मिन्नेव क्षणे उत्पत्तिः तेषाम् उत्पत्तिः भवति इति स्वीकुर्मश्चेत् द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्तिः न स्यात्. न स्यात् तर्हि तद्गुणानां प्रति कारणमपि. अत्रैव एकस्मिन् वारे बहु किमपि उक्तमस्ति, तत्रैव न